अस्तु, एतावत्पर्यन्तं विस्तरेण स्मृतिविषयः दृष्टः अस्माभिः. अनुभवेन संस्कारद्वारा जायमाना स्मृतिः दृष्टा. अस्तु, अग्रे अनुभवस्य प्रभेदं परिशीलयाम. अनुभवः द्विविधः, यथार्थानुभवः अयथार्थानुभवश्च. यथार्थानुभवः प्रमा इति उच्यते. यथार्थः अनुभवः इत्युक्ते यः पदार्थः यत्र वर्तते तं तत्र अवगाहते, विषयीकरोति. यः अनुभवः सः यथार्थ अनुभवः इति. अस्तु, यानस्य विषयं किञ्चित् विस्तरेण पश्याम. दीपस्य उपमानेन यानस्य वर्णनं अभवत्, पूर्वमेव दृष्टम् अस्माभिः. दीपस्य प्रकाशः यथा पदार्थेऽस्मिन् पतति, तथैव ज्ञानस्य विषयता पदार्थेऽस्मिन् पतति. अस्तु, भूतलं घटवत् इति ज्ञानं स्वीकुर्मः. तत्र भूतलं घटवत् इति ज्ञानं ज्ञाने विषयिता अस्ति इति कृत्वा तत् ज्ञानं विषयी अस्ति. ज्ञानात् यः प्रकाशः निर्गच्छति इत्युक्ते ज्ञानस्य विषयता भूतले अपि तु घटे अपि तु तयोः सम्बन्धे पतति इति. विषयता इति उक्तवन्तः. सा विषयता त्रिप्रकारका वा त्रिप्रकारः इति. घटे प्रकारता अस्ति, घटेन विशिष्यते इति कृत्वा घटे प्रकारता, भूतले विशेष्यता, तयोः संयोगसम्बन्धः भवति, संयोगे संसर्गता इति विषयताः त्रिप्रकारकाः. अस्तु, ज्ञानं नास्ति चेत् ज्ञानस्य दीपः नास्ति, नाम विषयता नास्ति, न तु विषयाः. अस्तु, इदानीं यथार्थ अनुभवस्य निरूपणम्. अनुभवः तदा जायते यदा इन्द्रियेण सह पदार्थस्य सम्बन्धः भवति. यथार्थ अनुभवः तदा भवति यदा ज्ञानं पदार्थे विद्यमाना प्रकारतां निरूपयति, अथवा ज्ञानं पदार्थे विद्यमानां प्रकारताम् अवगाहते. ध्वनिः आगच्छति, कृपया म्यूट् कुर्वन्तु. अस्तु, रजतम् इति विषयं स्वीकृत्य यथार्थ अनुभवस्य लक्षणवाक्यं निरूपयामः. इदं रजतम् इति ज्ञानम्. ज्ञाननिरूपिता विषयता कीदृशी अस्ति? ज्ञाननिष्ठविषयिता निरूपिता रजतनिष्ठा विशेष्यता. ज्ञाननिष्ठविषयिता निरूपिता रजतत्वनिष्ठा प्रकारता. पुनः ज्ञाननिष्ठविषयिता निरूपिता समवायसम्बन्धनिष्ठ संसर्गता इति. इदं रजतम् इति ज्ञानविषये अस्ति. यथा तादृशं ज्ञानं भवति तदा यथार्थज्ञानं जायते. अतः एव तद्वति तत् प्रकारकोऽनुभवः यथार्थः. तद्वत् इत्युक्ते, अस्तु, तद्वति इत्यनेन रजते. कथं? तद् इति रजतत्वं, तद्वत् इत्युक्ते रजतत्ववत्. रजतत्ववत् इत्युक्ते यस्मिन् वा यस्य रजतत्वम् अस्ति इति. तद् रजतम्, रजतत्ववती इत्युक्ते रजते. तत्प्रकारकः अनुभवः इत्युक्ते रजतत्वप्रकारकः अनुभवः अथवा रजतत्वे प्रकारता इति अर्थः. आहत्य रजते रजतत्वं समवायेन इति ज्ञानं रजतं दृष्ट्वा यदा जायते तदा प्रमा उदेति इति गतसप्ताहस्य सारांशः. एतावत्पर्यन्तं प्रश्नः अस्ति चेत् कृपया पृच्छतु, अग्रे सरेम. अस्तु, केनापि आगतं वा नूतनतया? हां, पुष्पा भगिनी. भगिनी लक्ष्मी अस्मि, नमस्कारः. नमस्कारः भगिनि. अस्तु, नमस्कारः भगिनि. अस्तु, पृष्ठसङ्ख्या अस्ति 32-100. इति पृष्ठसङ्ख्या. बालसुब्रह्मण्यं महोदय, बालसुब्रह्मण्यं महोदय, कृपया आरम्भं करोति वा? अयम् आशयः इति आरभ्य. महोदय, क्षम्यताम्. अयम् आशयः दीपिकादृष्टान्तेन ज्ञानस्य प्रकाशत्वं वर्णितमेव, तेन च ज्ञानेन विषयता निरूप्यते. यस्मिन् पदार्थे सा विषयता, सः ज्ञानस्य विषयः न अन्यः इति च ब्रह्मः. सा च विषयता त्रिविधा, प्रकारता, संसर्गता, विशेष्यता च इति. तावत्पर्यन्तं महोदय. पूर्वमेव दीपिकादृष्टान्तं पठनसमये ज्ञानस्य प्रकाशत्वम् इत्यादि सर्वे परिणितं वयं पठितवन्तः. तेन च ज्ञानेन विषयता निरूप्यते. सो ज्ञानः विषयी, विषयिता, विषयिता विषयता निरूप्यते. पुनः महोदय, दीपिका दृष्टान्तः तस्य वर्णनं करोति वा किञ्चित्? तत्र दीपं प्रकाशं, दीपात् प्रकाशं प्रेषयति, दीपं प्रकाशं प्रेषयति, तत्र घट उपरि पतति, प्रकाशं घट उपरि पतति, घटं प्रकाशयति. तस्मात् घटः इति, घटे घटत्वम् अस्ति, घटस्य धर्मः घटत्वं. ज्ञानं घटं प्रकाशयति इति कारणात् घटत्वम् इति विषयता, घटत्वम् इति विषयता, विषयता इति क्रमेण गच्छामः महोदय. दीपम् इति उक्तं खलु भवता, दीपः इति उक्तं, दीपस्य स्थाने किम् अस्ति अस्माकं प्रकरणं? किं ज्ञानम् इति. तदनन्तरं घटः प्रकारे रजतम् इति रजतम् इति स्वीकरोति वा? ज्ञानस्य विषयः कः? इदं रजतम् इति विषयः, ज्ञानस्य विषयः विषयिता. अस्तु, अस्माकम् उदाहरणं किम् इति कृपया वदतु. घटवत्पूतलं वा इदं रजतं, किम् अस्ति, कीदृशं ज्ञानं प्राप्तमस्ति? कीदृशं ज्ञानं प्राप्तं? भवान् किं पश्यति इदानीं? रजतं पश्यति, अतः कीदृशं ज्ञानम् अस्ति भवतः आत्मनि, कीदृशं ज्ञानम् अस्ति? इदं रजतम् इति ज्ञानं समीचीनं हा सो रजतत्व रजतत्वम् इति रजतस्य धर्मः अस्तु इदानीं प्रकाशः कुत्र पतति दीपस्य प्रकाशः कुत्र पतति घटे पतति घटे इति वा उदाहरणं किम् अस्ति रजतं खलु अत्र अत्र रजतः रजते पतति अस्तु तदनन्तरं अस्तु इदानीं दीपः इत्युक्ते ज्ञानम् इति उक्तम् इत्युक्ते ज्ञानस्य प्रकाशः रजते पतति अत्र प्रकाशः इत्युक्ते किं ज्ञानविषये इत्युक्ते ज्ञानम् इति प्रकरणं तत्र प्रकाशः इत्युक्ते विषयता इति उच्यते किमर्थं विषयता विषयता इति ज्ञानमेव विषयस्य अस्माकं विषयः कः अस्माकं विषयः कः विषयः इति रजतं विषयः इति रजतं विषयता इति रजतत्वम् अस्तु इदानीं दीपस्य प्रकाशं स्वीकृत्य वदामः दीपः इति ज्ञानं दीपस्य प्रकाशः रजते पतति अस्तु अस्माकम् उदाहरणमस्ति इदं रजतम् इति खलु अत्र ज्ञानम् इति विषये हा तत्र ज्ञानस्य प्रकाशः प्रकाशम् इति चिन्तयतु प्रकाशः रजते पतति पतनेन किं भवति विषयता निरूप्यते समीचीनम् इत्युक्ते रजतम् इति विषयः पुनः रजते विद्यमानं रजतत्वम् इति अपरः विषयः पुनः रजतं रजतत्वं तयोः सम्बन्धः अपि अपरः विषयः तृतीयः विषयः आहत्य कति विषयाः त्रीणि विषयाः त्रयः विषयाः अस्तु प्रत्येकं विषये किम् अस्ति इत्युक्ते प्रकाशः प्रत्येकं विषये पतति इति चिन्तयतु तर्हि त्रिविधा विषयता भवति खलु त्रिविधा विषयता इत्युक्ते त्रिविधः प्रकाशः इति चिन्तयतु सौकर्यार्थं तादृशः प्रकाशः अस्माकं विषये पतति इत्युक्ते विषयः तु त्रयः खलु रजतं रजतत्वं तयोः सम्बन्धः इत्युक्ते रजते यः प्रकाशः पतति सः प्रकाशः रजतविषयकप्रकाशः अथवा रजतविषयकविषयता प्रकाश एव विषयता खलु अतः रजतविषयकविषयता तादृशं वदतु महोदय रजत तादृशं विषयथा विषयता न रजतत्वम् इत्युक्ते प्रकारः रजतत्वे रजतत्वम् इति प्रकारः समीचीनं रजतत्वम् इति प्रकारः तदनन्तरं सम्बन्धः अतः रजतत्वे किम् अस्ति कीदृशप्रकाशः पतति रजतत्वे कीदृशप्रकाशः प्रकारता खलु भवान् एव तदनन्तरं सम्बन्धः एतयोः मध्ये सम्बन्धः समवायसम्बन्धः इति पुनः विषयतायाः नाम किम् कीदृशी विषयता संसर्गता समीचीनम् आहत्य रजते या विषयता अस्ति सा विषयता विशेष्यता रजतत्वे या विषयता अस्ति सा प्रकारता पुनः समवायसम्बन्धे संसर्गता इति विषयता अस्तु स्पष्टं खलु धन्यवादः अस्तु इदानीं सरला भगिनी विषयता विषयता तिस्रः इति विषयताः तिस्रः इति दृष्टम् अस्माभिः दृष्टाः अस्माभिः इदानीं विषयतायाः निरूपणं वदति वा निरूपणवाक्यम् अस्तु ज्ञाननिष्ठविषयिता निरूपति रजतनिष्ठविशेषता ज्ञानरूपनिष्ठविषयिता प्रकारता निरूपति रजतत्वं निष्ठप्रकारता ज्ञाननिष्ठविषयिता वा संस्करिता निरूप्यति समवायसम्बन्धनिष्ठसंस्करता समीचीनम् अस्तु इदानीं तेन च ज्ञानेन विषयता निरूप्यते इति अस्ति तेन मीन्स् ज्ञाननिष्ठविषयिता निरूपति विषयता विषयता रजतनिष्ठविषयता तस्य त्रिविधा विषयता इदानीं वयम् उक्तवन्तः तत् विद्यते अस्तु अग्रे यस्मिन् पदार्थे तद्वाक्यं पठतु भगिनि यस्मिन् पदार्थे सा विषयता सः ज्ञानस्य विषय न अन्य इति च ब्रूमः इत्युक्ते यस्मिन् पदार्थे इत्युक्ते पदार्थे अत्र यथा रजते सा विषयता अस्ति सः एव ज्ञानस्य विषय ज्ञानस्य विषय अत्र इदं रजतम् अस्ति सः न तु अन्य द्रव्यं यथा स्वर्णं वा शुटिका वा पृथ्वी इति सो ज्ञानस्य विषय केवलं रजतम् अस्ति यत् पदार्थ ज्ञाननिष्ठविषयिता निरूप्यते तत् पदार्थ एव ज्ञानस्य विषयः भवति अत्र पदार्थ अस्ति रजतं वा रजतत्वं वा तस्मिन् तयोः मध्ये सम्बन्धः अस्ति स पदार्थ सा विषयता सः ज्ञानस्य विषयः न अन्यति च ब्रूमः समीचीनम् अग्रे सा च अग्रे सा च विषयता त्रिविधा इदानीं वयम् उक्तवता उक्तवन्तः विषये त्रिविधा विषयता सन्ति प्रकारता संस्करता विशेषता प्रकारता अस्ति विषये जाति अस्ति वा तस्य विशेषणं घटभूतलवत् घटं भवति प्रकारता अयं घटवत् भूतलम् इति खलु भगिनि, घटवत् भूतलम् घटवत् भूतलं घटभूतल भूतलं घटवत् इति खलु, भूतलं घटवत् आमां, तत्र घटं भवति प्रकारता, अयं घट तत्र घटत्वं भवति प्रकारता, इदं रजतं तत्र रजतत्वं भवति, रजतत्वे भवति प्रकारता, संस्कारता भवति तत् सम्बन्धतयो मध्ये, यथा इदं रजतं रजत रजतत्वे भवति समवायसम्बन्ध, भूतल घटवत् तत्र संयोगसम्बन्ध भवति संस्कारता, अयं घट तत्र घटघटत्वं मध्ये समवायसम्बन्धः भवति संस्कृता, विशेषता भवति विशेषं रजतम् इति भवति विशेषम् अत्र तस्मिन् अपि विशेषता, त्रिविधा विषयता सन्ति, प्रकारता आदयपदार्था ज्ञाने सत्य सत्य एव भवन्ति। एकनिमिषं भगिनि, किमर्थं प्रकारता इत्युक्ते किमर्थं प्रकारता घटे वा इदं रजतम् इत्यस्मिन् उदाहरणे रजतत्वे किमर्थं प्रकारता? प्रकारता विषये विशेषणं भवति तस्य वा जाति या धर्म तस्य तस्मिन् विषयता अस्ति तस्य नाम अस्ति प्रकारता इत्युक्ते येन विशिष्यते विशेषणं विशिष्यते येन विषयं विशिष्यते तस्य स्वभाव विषयस्य यत् स्वभावः भवति तत् तस्मिन् प्रकारता भवति अस्तु अग्रे पठामि। प्रकारता आदय पदार्थाः ज्ञाने सत्य सत्य एव भवन्ति, प्रकारतादयपदार्था यथा रजतत्वे रजतत्व यदि वयं स्वीकुर्मः तत् आदाय पदार्थ ज्ञाने रजतत्व केवलं रजते भवति न तु कोऽपि अन्य पदार्थे भवति, अतः प्रकारता आदय पदार्थ ज्ञाने सत्य एव भवति, तत् ज्ञानं रजतत्वं रजते अस्ति इति एव ज्ञानसत्या सत्य ज्ञानं प्रमा अस्ति। पुनः पुनः भगिनि एकनिमिषं, रजतत्वं रजते एव भवति इत्युक्ते इत्युक्ते अत्र अस्मिन् वाक्यस्य अर्थः कः? प्रकारतादय यदि रजतत्वं वयं स्वीकुर्मः रजतत्वे प्रकारता अस्ति तस्य पदार्थस्य ज्ञान रजतत्व सङ्केतं करोति रजते रजतं प्रति, तत् ज्ञानं यदि वयं प्राप्नुमः तद्वत्वति वयं पृष्टवन्तः तत् प्रकारको अनुभव यथा ज्ञानं तस्य इति अत्र विवरणमस्ति, प्रकारस्य पदार्थ ज्ञाने सत्ये भवन्ति। अस्तु अस्तु, ज्ञाने सत्यैव भवन्ति इत्युक्ते प्रकारता कदा जायते? प्रकारता यदि विषयम् अस्ति तस्मिन् यः यस्मिन् यः तस्य स्वभावः अस्ति वा अस्तु अस्तु, यदा विषय अस्ति तदा प्रकारता भवति इति उक्तं भवत्या खलु, तर्हि विषयः कदा भवति? विषयः कदा भवति? कदा उत्पन्नः भवति विषय यस्मिन् तस्मिन् मनसि एतत् अनुभव ज्ञानम् आगच्छति ज्ञानस्य प्रकार इदं ज्ञान इदं रजतम् इति ज्ञानस्य आकारः अस्ति इदं ज्ञानं तत् ज्ञानं सत्य सत्य यथार्थज्ञानं भवति. समीचीनम्. इत्युक्ते पूर्वं ज्ञान दीपेन दीपस्य उपमानं स्वीकृत्य ज्ञानं किम् इति दृष्टवन्तः. तर्हि दीपः नास्ति चेत् तस्मात् प्रकाशः न निर्गच्छति एव खलु. दीपः एव नास्ति इत्युक्ते ज्ञानमेव नास्ति. ज्ञानमेव नास्ति चेत् विषयता कुत्र? विषयतायाः विषयता एव न भवति खलु. विषय एव नास्ति न वक्तुं शक्नुमः. हा हा, इत्येव अर्थः अत्र. इत्युक्ते ज्ञानं नास्ति चेत् के के विषयाः न भवन्ति, काः विषयाः न भवन्ति? ज्ञानं नास्ति वयं प्रकारता संस्कृता विशेषता इति त्रिविधा विषयता न ज्ञातुं शक्नुमः. समीचीनम्. अस्तु अस्तु भगिनि. अग्रे राजेन्द्रमहोदय. तत्र ज्ञाने एव इत्युक्ते सतिसप्तमी इति. आम्, सतिसप्तमी एव. आम् आम्. तत्र सत्यम् इति विषयः किमपि नास्ति ज्ञाने. न उक्तं वा तदा तथा? नास्ति नास्ति. आम्, ज्ञाने सत्य एव इत्युक्ते सतिसप्तमी एव. आम् आम्. ज्ञानम् उदेति चेत् ज्ञानम् उदेति तदा त्रिविधाः विषयताः भवन्ति इति. अस्तु राजेन्द्रमहोदय. अत्र भगिनी पदार्थाः एतत् प्रकारादयः कीदृशपदार्थाः प्रायः सामान्यमिति वा? सामान्यं पदार्थाः वर्तन्ते किल. हा, प्रकारता विशेष्यता प्रायः अखिल भगिनि प्रायः सामान्यं वा इत्युक्ते सामान्यम् अस्ति चेत्. हा भगिनि. हा, तत्र प्रकारः तस्मिन् विद्यमानधर्मः इति खलु, तर्हि सामान्यम् इति वक्तुं शक्नुमः इति चिन्तयामि. यतोहि समानानां धर्मः सामान्यमिति कृत्वा यः यः प्रकारः अस्ति तत्र सर्वत्र प्रकारता विद्यते इति कृत्वा तत्र सामान्यम् इति स्यात् इति एव मम चिन्तनम्. इत्युक्ते परन्तु तत्र प्रकारता इति जातिः नास्ति इति मन्ये खलु. जाति धर्मः खलु नास्ति. न, परन्तु प्रकारता इति धर्मः खलु. इत्युक्ते प्रकारः इति अस्मिन् विद्यमानः धर्मः प्रकारता इति खलु. प्राय इति चिन्तयामि यथा तत्र स्पष्टता नास्ति. सुन्दरे सुन्दरत्वम् इत्युक्ते सुन्दरता इति सुन्दरता इति धर्मः वा? सौन्दर्यम् इति तस्मिन् सौन्दर्यं सुन्दरस्य धर्मः तत्र सौन्दर्यं सुन्दरता इति वक्तुं शक्नुमः खलु. इत्युक्ते सुन्दरता इति तु गुणः नास्ति. आम् आम्, तर्हि सामान्यं यत् अवशिष्यते धर्मः एव. अस्तु, धर्मः एव इति मन्ये. आम्, सामान्यम् इत्येवं मम अपि भाति. घटम् इति स्वीकुर्मश्चेत् घटत्वे प्रकारता अस्ति. रजतम् इति स्वीकुर्मश्चेत् रजतत्वे प्रकारता अस्ति इति कृत्वा तयोः मध्ये प्रकारता सामान्यम्. आम् आम्, तर्हि रजतत्व अवच्छिन्नप्रकारता वा घटत्व अवच्छिन्नप्रकारता इति घटत्व अवच्छिन्नप्रकारता इति कृत्वा सामान्यम् इति. अस्तु महोदय. आम् राजेन्द्रमहोदय अस्ति वा? अस्तु, न जानामि. शिखवनमहोदय भवान् पठतु कृपया. ज्ञानानुत्पत्तौ इति आरभ्य ज्ञान अनुत्पत्तौ तु न पदार्थे प्रकारता न संसर्गता नापि विशेष्यता इति पूर्वस्मिन् सर्वं पठित्वा अस्तु ज्ञान अनुत्पत्तौ तु न पदार्थे प्रकारता न संसर्गता नापि विशेष्यता यदा यथा इदं रजतमिति प्रकृत उदाहरणे एतद् यथार्थज्ञाननिरूपिता प्रकारता रजतत्वे संसर्गता समवाये इदं पदार्थे विशेष्यता च भवति यदा तु ज्ञानं नास्ति तदा न रजतत्वे प्रकारता न समवाये संसर्गता नापि इदमि विशेष्यता पूर्वस्मिन् वाक्ये वयं दृष्टवन्तः ज्ञाने सति एव प्रकारादयः पदार्थाः भवन्ति तेषु विषयेषु प्रकारादयः पदार्थाः भवन्ति ज्ञाने सति एव यदि ज्ञानं नास्ति चेत् ज्ञान अनुत्पत्तौ ज्ञानं न भवति चेत् न पदार्थे प्रकारता विषयेषु प्रकारता वा संसर्गता वा विशेष्यता वा न भवति महोदय तत्र विषयेषु इति उक्तं भवता खलु ज्ञानं नास्ति चेत् विषयः कुत्र अवगतं वा प्रश्नः तर्हि वस्तुषु इति वा पदार्थेषु ज्ञानमेव विषयीकरोति इति कृत्वा ज्ञान अनुत्पत्तौ ज्ञानं न उत्पद्यते चेत् प्रकारता वा संसर्गता वा विशेष्यता वा न उत्पद्यते एव न उत्पद्यन्ते एव अस्तु उदाहरणं स्वीकृत्य वदतु महोदय अग्रे अस्ति यथा इदं रजतमिति प्रकृत उदाहरणे इदं रजतम् इति ज्ञानं भवति चेत् रजतत्वे प्रकारता भवति रजते विशेष्यता भवति समवायसम्बन्धे संसर्गता भवति किन्तु इदं रजतम् इति ज्ञानं न उत्पद्यते चेत् रजतत्वे प्रकारता न भवत्येव रजतत्वे रजते विशेष्यता न भवत्येव समवायसम्बन्धे संसर्गता न भवत्येव ज्ञानं न उत्पद्यते चेत् किं किं किं वदति इत्युक्ते किं ज्ञानं न भवति चेत् यदा वयं घटं पश्यामः तदा ज्ञानम् उद्पद्यते यदा घटम् अस्माभिः न दृष्टं चेत् तत्र ज्ञानम् उत्पद्यते एव इति अस्तु एतद् यथार्थज्ञाननिरूपिता इदानीं यथार्थज्ञान तत्र इदं रजतम् इति स्थितौ यथार्थज्ञाननिरूपिता प्रकारता रजतत्वे भवेत् अपि च संसर्गता समवायसम्बन्धे भवेत् भवेत् इति न भवत्येव इदं रजतम् इति ज्ञानं भवति चेत् उत्पद्यते चेत् तद् यथार्थज्ञानमपि अस्ति चेत् रजतत्वे प्रकारता समवायसम्बन्धे संसर्गता अपि च इदं पदार्थे विशेष्यता भवति यथार्थज्ञानम् अस्ति चेत्। किन्तु ज्ञानमेव नास्ति इति चेत् रजतत्वे प्रकारता न भवति, समवायसम्बन्धे संसर्गता न भवति। इदमि इत्युक्ते अस्मिन् पदार्थे विशेष्यता न भवत्येव। आम्, ज्ञानं भवति चेत् एव प्रकारादयपदार्थाः भवन्ति, ज्ञानं न उत्पद्यते चेत् प्रकारादयः पदार्थाः न भवन्ति एव। समीचीनम्। अत्र इदमि इत्यस्य रूपं किम्? इदमि इति सप्तमी इति भाति, किन्तु परन्तु इदं शब्दस्य सप्तमी रूपं भवति अस्मिन् इति, किन्तु अत् एतत् शास्त्रीयप्रयोगः इति महोदयेन वर्गे उक्तम्। सर्वनामपदं शास्त्रीयप्रयोगः एव, परन्तु लोके तादृशप्रयोगः न भवति। अस्मिन् इति पुल्लिङ्गे वा नपुंसकलिङ्गे भवति। अस्तु, समीचीनं महोदय। अस्तु, राजेन्द्रमहोदय अस्ति वा? महोदय आम् आं भगिनि, मम दूरवाणी भग्नं जातम्, इदानीमेव पुनः आगतवान्। अस्तु अस्तु महोदय, परन्तु इति आरभ्य पठतु महोदय। परन्तु एतादृश ज्ञानाभाव ज्ञानाभावदशायां किम् इदं पदार्थे रजते रजतत्वं न भवति, तयोश्च समवायः सम्बन्धः न भवति न भवति भवति एव, नहि रजतत्व तत्त्वरजतयोः समवायसम्बन्धेन आधार आदेयभावः रजते रजतत्वज्ञानम् अपेक्षते। इदानीं प्रश्नः उदेति, यदा एतादृशज्ञानस्य अभावः अस्ति, यथा कोऽपि पुरुषः तत्र न पश्यति, तत्र रजतम् अस्ति, तत्र रजतत्वम् अपि अस्ति यथा उपरि लिखितम् आसीत्, परन्तु कोऽपि न दृश्यति चेत् तत् कारणात् कोऽपि ज्ञानः न भवति। एतादृशज्ञान अभावदशायां प्रश्नः उदेति, इदं पदार्थे रजते रजतत्वं भवति वा न, समवायसम्बन्धेन रजतत्वं रजते भवति वा न, तस्य प्रश्नः उदेति, परन्तु उत्तररूपेण अस्ति भवति एव, कोऽपि पश्यति अथवा न पश्यति, जानाति अथवा न जानाति, रजतत्व रजत्योः समवायसम्बन्धेन आधार आदेयभावः रजते रजतत्वज्ञानम् अपेक्षते। ज्ञानं न अपेक्ष ज्ञानस्य अपेक्षा नास्ति, यथा रजतव न रजतौ रजतज्ञानम् अपेक्षते, ज्ञानस्य अपेक्षा नास्ति, परन्तु रजतत्वं रजते समवायसम्बन्धेन समवायसम्बन्धेन तु भवति भवति एव, तस्य तत्र कोऽपि पश्यति अथवा न पश्यति, जानाति ज्ञानं भवति न भवति, तत् आवश्यकं नास्ति, परन्तु तत्तु भवति एव। तत् किम् आवश्यकं नास्ति तत्र भगिनि, अग्रे अग्रे लिखितमस्ति, स्वभावः तादृशी स्वभावः एव अस्ति। आरभ्य पठतु महोदय। नहि रजतत्व रजतत्व रजत रजतयोः रजतयोः समवायसम्बन्धेन आधार आदेयभावः रजते रजतज्ञानम् अपेक्षते। नहि रजत्व रजतत्वज्ञानम् अपेक्षते, रजते रजतत्वज्ञानम् अपेक्षते, तत् न किम्, अस्तु अस्तु, इदानीं वाक्यं किं? रजतयोः समवायसम्बन्धेन आधार आदेयभावः यथा कोऽपि न पश्यति तत्र तु आधार आदेयभावः न उदेति एव, परन्तु एवं वा महोदय, परिशीलयतु तत्र, यदि कोऽपि न पश्यति, रजतं न पश्यति, तदा किं न उदेति? ज्ञानं न उदेति. ज्ञानं न उदेति, अस्तु. परन्तु परन्तु आधारादेयभावः, आधारादेयभावः अस्ति वा न? आम् आधारादेयभावः तु भवति एव, तत्तु रजते भवति एव, भवति एव, परन्तु ज्ञानं तत् तत् समवायसम्बन्धः अस्ति, आदेयभावः अस्ति तत्र, तस्य कृते ज्ञानं न अपेक्षते, रजतत्वं रजते रजतत्वं ज्ञानं न अपेक्षते. इत्युक्ते आदा अस्तु, अत्र कर्तृपदं किम्? कर्तृपदं किम् अस्मिन् वाक्ये? कर्तृपदं तु ज्ञानम् अस्ति, चिन्तयामि ज्ञानं ज्ञानम् अस्ति. सन्ध्या भगिनी अस्ति वा? अखिल भगिनी, आं पुष्प भगिनी वदतु. न भगिनी, अखिल भगिनी, नहि, वाक्यं वाक्यं पठित्वा किञ्चित् प्रतिपादयतु भगिनी. हा, न हि रजतत्वरजतयोः समवायसम्बन्धेन आधार आधेयभावः रजते रजतत्वज्ञानम् अपेक्षते. अस्तु, अत्र आधार आधेयभावः न अपेक्षते इत्युक्ते आधार आधेयभावः इति कर्ता अस्ति अत्र. तत्र आधार आधेयभावः किं न अपेक्षते इत्युक्ते तत्र रजतत्वज्ञानं न अपेक्षते, रजते रजतत्वम् इति ज्ञानं न अपेक्षते इत्युक्ते रजतत्वं रजते अस्ति इति वयं जानीमः. रजतत्वम् अपि च रजतं तयोः मध्ये समवायसम्बन्धः अस्ति. तत्र समवायसम्बन्धेन तयोः मध्ये आधार आधेयभावः निर्मितः इत्युक्ते रजतत्वं रजते अस्ति इति कृत्वा रजतम् इति आधारः रजतत्वम् इति आदेयः तयोः मध्ये तादृशसम्बन्धः सम्बन्धः अस्ति इति वयं जानीमः. इदानीं रजते रजतत्वम् इति ज्ञानं, तत्र रजते इत्युक्ते तत्र रजतम् इति विषयः खलु, रजतम् इति विषये रजतत्वम् अस्ति इति ज्ञानं तद् न अपेक्षते इत्युक्ते यदा रजतम् इति विषये रजतत्वम् इति ज्ञानम् इत्युक्ते तत्र चिन्तयतु, तत्र तत्र कुत्रापि रजतम् अस्ति, रजतम् अस्ति चेत् तस्मिन् रजतत्वं तु अस्ति एव, परन्तु तं रजतम् अन्य कोऽपि न केनापि न दृष्टं तद् रजतम् इति अस्ति चेत् तत्र कस्यचित् अपि मनसि अथवा आत्मनि रजतम् इति विषयः अपि च तस्मिन् रजतत्वम् इति इत्युक्ते विशेषता प्रकारता इति तादृशज्ञानं नास्ति. यद्यपि तादृशज्ञानं नास्ति तथापि रजते रजतत्वं तु अस्ति एव, तयोः मध्ये समवायसम्बन्धः अस्ति एव, तत्र आधारादेयभावः अपि वर्तते इति कृत्वा तत्र तादृश आधारादेयभावः ज्ञानं न अपेक्षते इति अत्र अस्ति. इदानीं राजेन्द्रमहोदय स्पष्टं वा? आमामामां भगिनि. अत्र कर्मपदं किं तर्हि? भवानेव वदतु. कर्तृपदं तु आधारादेयभावः. कर्मपदं चिन्तयामि समवायसम्बन्धः. सम्बन्धेन इति अस्ति खलु महोदय, कर्मपदं तु आम् तत्तु द्वितीयविभक्त्यान्तपदं खलु. आम् समीचीनं भगिनि, रजतत्वज्ञानम् इति खलु महोदय. भवानेव वदतु किं ज्ञायते वाक्येन. अत्र यथा भगिनी उक्तवती तत्र यथा रजतम् अस्ति तत्र रजतं रजते तत्र रजतत्वं तु भवति भवति एव तत्र समवायसम्बन्धेन रजतत्वं रजते भवति तत्र आधार आदयी भावः अपि वर्तते परन्तु तादृशी आधार आदयी भावस्य कृते रजतत्वं ज्ञानं न अपेक्षते. कोऽपि पश्यति अथवा न पश्यति ज्ञानं तत् उदेति अथवा न उदेति तत्र न अपेक्षते तत्र तादृशी ज्ञानं. इत्युक्ते इत्युक्ते रजतम् आधारः, रजतत्वम् आदेयः, समवायेन आदेयः आधारे, एतत् सर्वं भवति एव. कोऽपि पश्यति वा न पश्यति एतत् सर्वम् अस्ति एव, परन्तु स च आधार आदेयभावः रजतत्वे रजते रजतत्वज्ञानं न अपेक्षते. इत्युक्ते ज्ञानं भवेत् इति तादृशी आवश्यकता नास्ति आधार आदेयभावस्य कृते, तादृशं ज्ञानं न आवश्यकं भवति इति. अस्तु, सन्ध्या भगिनी अस्ति वा? आं भगिनि अस्मि. पठति वा? आम्, कुतः इति रात्रौ रात्रौ अस्मासु सर्वेषु सुप्तेषु भूतले घटज्ञानाभावदशायामपि भूतले घटो भवत्येव, तथैव रजते रजतत्वज्ञानाभावेऽपि तत्र रजतत्वं भवत्येव, अतः आधाराधेयभावः अस्मदीयं ज्ञानं नापेक्षते. तावत्पर्यन्तं भगिनि. तर्हि यथा एतावत्पर्यन्तं दृष्टवन्तः तत्र रजते रजतत्वम् अस्ति इति, तत्र यद् आधाराधेयभावः अस्ति तत्र, परन्तु तस्य ज्ञानं तस्य आवश्यकम् इति आधाराधेयभावस्य कृते इति नास्ति. तथैव यदा रात्रौ वयं सर्वे यदा सुप्तः भवेम तदा भूतले घटज्ञानाभावदशायामपि, तर्हि निद्रासमये तु वयं न जानीमः भूतले घटम् अस्ति इति, अतः भूतले घटमस्ति इति ज्ञानस्य अभावः अस्ति. तादृशी तादृश्यां स्थित्यामपि भूतले घटः अस्ति एव, यद्यपि तादृशज्ञानम् अस्मासु नास्ति तथापि भूतले घटं घटः अस्ति. तथैव रजते रजतत्वज्ञानाभावेऽपि तत्र रजतत्वं भवत्येव. तर्हि तथैव यथा उक्तं रजते रजतत्वम् अस्ति इति ज्ञानं नास्ति चेदपि रजते रजतत्वं तु अस्ति, अतः आधाराधेयभावः अस्मदीयं ज्ञानं नापेक्षते. इत्युक्ते ज्ञानम् अस्ति वा नास्ति वा आधाराधेयभावः तु अस्ति एव तत्र. तावत् भगिनी, तत्र तथैव तत्र रजतस्य ज्ञानं वा रजतत्वज्ञानं किं चिन्तयति? रजते रजतत्वम् अस्ति इति ज्ञानस्य अभावः. इत्युक्ते रजतस्य रजतस्य ज्ञानम् अस्ति वा? अह, प्रश्नः क्षमतां न अवगतः. अस्तु अस्तु, इदानीं भवत्या उक्तं रजते रजतत्वज्ञानाभावः, इत्युक्ते रजते रजतत्वम् अस्ति इति ज्ञानं नास्ति इति भवती वदति खलु. इत्युक्ते रजतम् अस्ति इति ज्ञानम् अस्ति वा? रजतम् अस्ति परन्तु रजते रजतत्वम् अस्ति वा न इति ज्ञानं तत्र सन्देहः वा किम् इति किञ्चित् स्पष्टीकरोतु. तर्हि तर्हि अत्र यदि वाक्यम् इतोपि पश्यामः तत्र रजतम् अस्ति परन्तु रजते रजतत्वम् अस्ति इति ज्ञानस्य अभावः अस्ति चेदपि रजते रजतत्वम् अस्ति एव इति वाक्यस्य आशयः किल. कस्यचित् चिन्तनम् अस्ति वा अस्मिन् विषये? अन्ये किं चिन्तयन्ति? शुकवनमहोदय पुनः एकवारं वदतु भगिनि, मम मनस् मनः किञ्चित् अन्यविषये आसीत्. अस्तु, इत्युक्ते तथैव रजते रजतत्वज्ञानाभावः इति अस्ति खलु तत्र. कस्मिन् विषये अभावः, ज्ञानाभावः? रजतविषये वा रजतत्वज्ञानविषये वा? रजतम् अस्ति इति ज्ञानं परन्तु रजतत्वज्ञानं नास्ति वा किम्? ओ तथैव रजते रजतत्वज्ञानाभावेऽपि तत्र रजतत्वं भवत्येव इति. रजते रजतत्वं ज्ञानस्य अपेक्षया, तत्र ज्ञानस्य अपेक्षा किमपि नास्ति, रजते रजतत्वम् अस्ति एव. ज्ञानम् अस्ति वा न वा इति तत्र किमपि तत्र अपेक्षा एव नास्ति. रजते रजतत्वम् अस्ति इति ज्ञान अभावेपि तत्र रजतत्वं भवत्येव. रजतत्र इत्युक्ते रजते रजतत्वं भवत्येव. इत्युक्ते अत्र रजतम् इति ज्ञानम् अस्ति, तस्मिन् रजतत्वम् अस्ति इति ज्ञानस्य अभावे अपि तत्र रजते रजतत्वं तु अस्ति इति नास्ति वा तत्र? उभयोः मिलित्वा एव तत्र स्वीकरणीयं. रजते रजतत्वम् अस्ति इति वयं जानीमः, रजते रजतत्वम् अस्ति इति वयं जानीमः, किन्तु रजते रजतत्वज्ञानं रजते रजतत्वम् अस्ति इति ज्ञानम् इति ज्ञानस्य अभावेपि रजते रजतत्वम् अस्ति एव इति तत्र अवगमनं भवेत्. हा इति मन्ये भगिनि, इत्युक्ते अस्मिन् रजते रजतत्वम् इति ज्ञानं, सम्पूर्णं ज्ञानम् अस्मिन् रजते रजतत्वम् इति सम्पूर्णं ज्ञानाभावः इति सम्पूर्णं ज्ञानं, तादृश अभावः अस्ति. इत्युक्ते सर्वे सुप्ताः सन्ति, रजतम् अस्ति इति ज्ञानमपि नास्ति खलु. रजतम् अस्ति इति ज्ञानं चेत् अवश्यं रजतत्वज्ञानम् अपि भवेत् इति मन्ये. रजते रजतत्वम् इति कृत्वा एव इदं रजतम् इति ज्ञानम् उदेति खलु. भगिनि अत्र उदाहरणमस्ति, यदि वयं सुप्ता भवामः तद् घटभूतलं घटव यथार्थे अपि वयं घटस्य ज्ञानस्य अस्माकं घटस्य ज्ञानस्य अभावः अस्ति अस्माकं मनसि, तथैव रजते रजत्वं ज्ञानस्य अभावः यदि ज्ञानस्य अभावः अस्ति तथापि रजते रजत्वं भवति तत् तत् कोऽपि न तस्य अपवादः अस्ति. कारणस्य तथैव यथा घटा अभावः निद्रायाम् अस्ति तथैव रजते रजत्वस्य ज्ञानस्य अभावः भवितुं शक्नोति. इत्युक्ते रजतस्य ज्ञानम् अस्ति परन्तु रजतत्वज्ञानं नास्ति इति भवती वदति खलु. रजतं इदं रजतम् इति ज्ञानं नास्ति. इदमेव तदेव वदामि खलु, इदं रजतम् इति ज्ञानमेव नास्ति. तथैव तदापि रजते रजत्वं भवति यदि प्रकोष्ठे रजतं. एतद् ज्ञानम् अस्माकं मनसि नास्ति तदापि. भगिनी परन्तु क्षम्यतां, परन्तु एतदपि स्वीकर्तुं शक्नुमः खलु, इत्युक्ते तदेव प्रायः सन्ध्या भगिनी अपि उक्तवती इति मन्ये. तत्र यदा अयथार्थज्ञानं भवति इत्युक्ते तत्र रजतम् अस्ति तद्दृष्ट्वा अहं तत्र तत् किमपि अन्यवस्तु इति चिन्तयामि, इति अहं चिन्तयामि. तर्हि मम मनसि तु इदं शुक्तिः इति ज्ञानम् अस्ति, परन्तु वस्तुतः तु तत्र रजतम् अस्ति खलु. तादृश असम्यक् ज्ञानम् अस्ति चेदपि तत्र रजते रजतत्वं तत्रापि रजतत्वम् अस्ति एव इति, इत्युक्ते रजते रजतत्वज्ञानभावे, यतोहि इदानीं रजते श्रुतित्वम् इति ज्ञानम् अस्ति मम आत्मनि. तादृशस्थलेषु अपि तत्र रजते रजतत्वमेव अस्ति इत्यपि वक्तुं शक्नुमः खलु. किन्तु अत्र अत्र सन्दर्भः सर्वे उक्तवन्तः इति न, तत्र पूर्ववाक्यं खलु, रात्रौ अस्मासु सर्वेषु सुप्तेषु भूतले तत्तु अभवत्, भूतले घटो भवति एव इति एकं. तथैव इत्युक्ते तथैव यदा वयं हा इत्युक्ते तथैव रजते रजतत्वज्ञानाभावे अपि तत्र रजतत्वं भवति एव इत्युक्ते तत्र हा तथैव इत्युक्ते तत्र रात्रौ अस्मासु सुप्तेषु तथैव वा, अथवा तत्र तथा एव अस्मिन् सन्दर्भे अपि, इत्युक्ते यत्र नास्ति तस्मिन् सन्दर्भे अपि यथा रात्रौ रात्रिवेलायां मम अस्माकं ज्ञानमेव नास्ति तथा यथा अस्ति तद्वत् असम्यक् ज्ञानम् अस्ति चेत् अपि तत्रापि तत्र तादृशं राजते रजतत्वमेव अस्ति. एकं तु ज्ञानस्य अभावः एव, अन्यत्तु अयथार्थ अनुभवः खलु यद् भवत्या उक्तं. किमपि भवितुम् अर्हति परन्तु अस्मिन् सन्दर्भे तु ज्ञानाभावस्य विषयः इति मन्ये. ज्ञानमेव नास्ति, किमपि ज्ञानं नास्ति इति मन्ये. भूतले घट ज्ञानाभावेपि भूतले घटः भवत्येव, तथैव रजते रजतत्व ज्ञान अभावेपि तत्र रजतत्वं भवत्येव. अस्तु, सम्बन्धः केवलं चिन्तनार्थमेव पृष्टवती. सन्ध्या भगिनी, यत् भवत्या उक्तं सम्यक् एव, रजते रजतत्वम् इति ज्ञानं नास्ति इति केवलं स्पष्टीकरणार्थं पृष्टवती कस्य ज्ञानम् इति, परन्तु प्रायः अवगतः इति मन्ये. अग्रे भगिनी, अतः अतः आधाराधेयभावः अस्मदीयं ज्ञानं नापेक्षते. इत्युक्ते वयं तत्र अस्माकं ज्ञानम् अस्ति वा न वा, रजते रजतत्वम् अस्ति इति ज्ञानम् अस्माकं भवतु वा न वा, परन्तु रजते रजतत्वं तु अस्ति एव. तत्र यः आधाराधेयभावः अस्ति रजत रजतत्वयोः, सः भावः तु अस्ति अस्ति एव इति. समीचीनं. लक्ष्मी भगिनी, भगिनी लक्ष्मी भगिनी अस्ति वा? आं भगिनि, क्षम्यताम्. अस्तु, सा तु वस्तुनोः स्वभावः पृथ्व्यादिद्रव्येषु रूपादयो गुणाः उत्क्षेपणादिकर्मणि द्रव्यगुणकर्मसु सत्तादयः जातयः परमाणवादिनित्यद्रव्येषु विशेषाः तत्र तत्र समवायः अनेकविधाश्च अभावाः ज्ञाने सति असति वा स्वाधिकरणे तिष्ठन्ति एव इति न तत्र क्वापि ज्ञानापेक्षा. अस्तु, अस्तु, स तु वस्तुनोः स्वभावः इत्युक्ते एतावत्पर्यन्तं दृष्टवन्तः यत् उदाहरणं स्वीकृत्य रजते रजतत्वम् अस्ति अपि च रजते आधारः रजतत्वे आदेयभावः अपि अस्ति, किन्तु यदि अस्माकं ज्ञाने यदि अस्माकं ज्ञाने तत् रजते रजतत्वम् अस्ति वा नास्ति, ज्ञानस्य अभावे सति कि वस्तुनोः स्वभावः इत्युक्ते रजते रजतत्वम् अस्ति इति रजतः स्वभावमस्ति तत्. अपि च तत्र रजतः रजतत्व धर्मस्य आधारः इति तदपि रजतस्य रजतः स्वभावः एव. तस्य कृते ज्ञानम् अस्ति वा नास्ति तत् भवति एव, किमर्थम् इत्युक्ते स्वभावः इति कृत्वा. अत्र सः इत्युक्ते आधार आदेयभावः. पूर्वस्मिन् वाक्ये अतः आधार आदेयभावः अस्मदीयं ज्ञानं न अपेक्षते, रजते रजतत्वम् अस्ति इति ज्ञानम् आधारादयभावः न अपेक्षते. अन्य उदाहरणे अत्र सन्ति, पृथ्व्यादिद्रव्येषु रूपादयो गुणाः, रूपादिगुणाः द्रव्ये पृथ्व्यादिद्रव्येषु सन्ति, तयोः मध्ये आधार गुणः द्रव्ये समवायसम्बन्धेन अस्ति, तयोः मध्ये आधार आधेयभावः अस्ति इत्युक्ते द्रव्यः आधारः गुणः आधेयः. तथैव उत्क्षेपणादिकर्मणि द्रव्ये कर्मणि अपि द्रव्ये कर्मणि द्रव्योः मध्ये कर्माणि क्षम्यतम् कर्माणि द्रव्योः मध्ये अपि आधार आधेयः भावः अस्ति. अपि च द्रव्यगुणकर्मसु सत्तादयः जातयः द्रव्यगुणकर्मसु सत्तादयः जातयः. अत्र सत्तादयः सत्ता इत्युक्ते सत्तादयः जातयः द्रव्यः इति अत्र स्पष्टता नास्ति भगिनि. द्रव्यगुणकर्म सत्ता कुत्र भवति, सत्ता कुत्र भवति, सत्ता सर्वत्र उपरि भवति इत्युक्ते उपरि स्तरः भवति, तस्य अधः द्रव्यः, द्रव्यस्य अधः गुणः, द्रव्यस्य अधः गुणः इति चिन्तयामि. नो चेत् द्रव्यगुणकर्म अपि सत्तः समानाधिकरणः सति द्रव्यः गुणः कर्मः कर्मणि वा नो चेत् द्रव्यस्य सत्ता इति द्रव्येषु गुणेषु कर्मसु आम् अस्तु तदपि अधोभागात् उपरि उपरि गमिष्यामः चेत् तत्र द्रव्यगुणकर्मसु सर्वत्र सत्ता अस्ति सर्वेषु पदार्थेषु सत्ता अस्ति इति सत्तादेव जातयः अस्तु अपि च परमाणवः परमाणुः नित्यद्रव्यः तत्र विशेषाः गुणः नास्ति विशेषः इति द्वयोः परमाणोः मध्ये भेदः कल्पयितुं विशेषः इति पदार्थः अस्ति पदार्थः कल्पितः अनन्तरं तत्र समवायः तत्र इत्युक्ते सर्वत्र यानि कानि उदाहरणानि इतः पर्यन्तं दृष्टवन्तः तत्र सर्वत्र समवायसम्बन्धः अस्ति इत्युक्ते द्रव्यगुणोः मध्ये समवायसम्बन्धः कर्माणि मध्ये अपि समवायसम्बन्धः अपि च परमाणुआदि नित्यद्रव्येषु विशेषः मध्ये अपि समवायसम्बन्धः अपि च सत्ता द्रव्यगुणकर्मसु मध्ये अपि तत्र समवायसम्बन्धः तत्रापि समवायसम्बन्धः खलु अस्तु अनेकविधाश्च अभावाः ज्ञाने सति यद्यपि ज्ञाने न अनेकविधाश्च अभावाः ज्ञाने सति तस्य अनुवर्तनं प्रथमभागस्य अनुवर्तनमेव अनेकविधाश्च अभावाः तत्र तत्र समवायः अनेकविधाश्च अभावाः सर्वे तदनन्तरं ज्ञाने सति असति इति ओ असति असति वा ओ अस्तु आम् अनेकविधाश्च अभावाः ज्ञाने सति असति वा अस्तु अत्र ज्ञाने अभावाः इत्युक्ते ज्ञाने न भगिनी अस्माकं ज्ञानम् अस्ति न अस्ति तथा स्वीकुर्मः वा ज्ञाने तथैव अस्तु सति असति वा स्व अधिकारणे तिष्ठन्ति एव अस्तु अस्माकं ज्ञानम् अस्ति न वा एते सर्वे स्व अधिकारणे इत्युक्ते गुणः पृथ्व्यां तिष्ठति कर्म पृथ्व्यां तिष्ठति कर्माणि द्रव्येषु तिष्ठति विशेषः परमाणौ तिष्ठति इति तत्र किमपि ज्ञानस्य अपेक्षा नास्ति इत्युक्ते आधार आदेयभावः कुत्र भवति तस्य कृते ज्ञानस्य अपेक्षा अस्ति वा इति प्रश्नः अत्र उदाहरणानि दत्त्वा वदति यत् ज्ञाने सति असति वा ज्ञानम् अस्ति वा नास्ति स्व अधिकरणे आदेयाः भवन्ति एव इति अस्तु भगिनि समीचीनं भगिनि अस्तु. रामप्रिया भगिनी, क्षम्यतां विस्मृतं, पठतु भगिनी. रामप्रिया भगिनी नास्ति प्रायः. वर्धिनी भगिनी, परन्तु पदार्थस्वभावभूतमाधार आधेयभावम् अनुसृत्य यदा अनुभवः उत्पद्यते तदा सा प्रमा भवति. यत्र हि स्वभावसिद्धा अधिकरणता तत्र ज्ञाननिरूपिता विशेष्यता भवेत्. यत्र च स्वभावसिद्धा आधेयता तत्र ज्ञाननिरूपिता प्रकारता भवेत्. यश्च आधार आधेययोः सम्बन्धः तत्र ज्ञानीया संसर्गता भवेत् सा प्रमा. विषयमेनं चित्रात् सम्यक् अवगच्छामः. अत्र प्रमा इति वननं भवति, वननम् अस्ति. पदार्थस्वभावभूतम् आधार आधेयभावम् अनुसृत्य यदा अनुभवः उत्पद्यते सा प्रमा. पदार्थस्वभावभूतम् आधार आधेयभावम् तस्य विग्रह वाक्यं किं भगिनि? पदार्थस्वभावभूतम् आधार आधेयभावम् पदार्थस्वभावभूतं स्वभावमिति रजतम् अस्ति चेत् रजतत्वं घटत्वम् इति स्वभावः. भूतम् आधार आधेयभावम् अनुसृज्यते यदा अनुभवः उत्पद्यते. अनुभवः अस्ति चेत् तत् प्रमा. इत्युक्ते कम् आदाय अनुभवः उत्पद्यते? कम् अनुसृत्य अनुभवः उत्पद्यते इति. यदा अनुभवः उत्पद्यते इत्युक्ते उदाहरणं स्वीकृत्य वदतु भगिनि. इदं पुस्तकं वा इदं रजतम्? इदं पुस्तकम् इति ज्ञानम् वा अनुभवः. अनुभवः तत् प्रमा. कदा प्रमा भवति? तत्र अस्ति चेत् कीदृश न किं किं कुत्र अस्ति? प्रत्यक्षे अस्ति यथार्थ. प्रत्यक्षज्ञानम् इति अनुभवः खलु? हा, अत्र स्वभावविषये किञ्चित् उक्तमासीत्. पदार्थस्वभावभूतम् आधार आदेयभावम् अनुसृत्य इति. इत्युक्ते किम्? पदार्थे किम् अस्ति? अस्तु, पुस्तकम् इति पदार्थः. इदं पुस्तकम् इति ज्ञानम् उक्तवती खलु? पुस्तकम् इति पदार्थः. पुस्तके किम् अस्ति? पुस्तकत्वम् अस्ति. हा, पुस्तकत्वं तु पुस्तकत्वं ज्ञानेन भवति वा? आ... पुस्तकत्वम् इति किम् अस्ति पुस्तकत्वम् धर्मः खलु पुस्तकस्य धर्मः तर्हि वस्तु वस्तस्य पुस्तकस्य वस्तुस्थितिः अस्ति खलु पुस्तकत्वम् स्वभावेन पुस्तकत्वं पुस्तके अस्ति खलु अतयोः मध्ये आधाराते भावः तदा तदनुभवः प्रमा इति उच्यते इत्युक्ते स्वभावेन विद्यमानः आधार आदेयभावम् अनुसृत्य अनुसृत्य इत्युक्ते यथा अस्ति तथैव ज्ञानम् अस्मासु उत्पद्यते चेत् सा तत् ज्ञानं प्रमा भवति यत्र हि स्वभावसिद्धा अधिकरणता तत्र ज्ञाननिरूपिता विशेषता भवेत् यत्र च स्वभावसिद्धा आधेयता तत्र ज्ञाननिरूपिता प्रकारता भवेत् यश्च आधार आधेययोः सम्बन्धः तत्र ज्ञानीय संसर्गता भवेत् सा प्रमा यत्र यत्र स्वभावसिद्धा अधिकरणता तत्र ज्ञाननिरूपिता विशेषता भवेत् स्वभावसिद्धा किं किं स्वभावसिद्धा अस्ति धर्म यत्र वस्तुनः धर्मः अस्ति पुस्तकम् इति पुस्तकत्वम् इत्युक्ते पुस्तकत्वं पुस्तकत्वम् इति आदेयः खलु आधेयः पुस्तक पुस्तकमिति आधारः आधारः तयोः मध्ये अधिकरणता तत्र ज्ञाननिरूपिता तयोर्मध्ये समवायसम्बन्धः अस्ति अधिकरणता तत्र ज्ञाननिरूपिता विशेषता विशेषता अस्ति अपि च कुत्र कुत्र विशेष्यता कुत्र विशेष्यता पुस्तके अपि च स्वभावसिद्धा आधेयता तत्र ज्ञाननिरूपिता प्रकारता भवेत् प्रकारता इति आधेयता घटः अस्ति चेत् घटे प्रकारता अस्ति घटः अस्ति घटत्वे खलु घटत्वे तत् ज्ञाननिरूपिता अत्रापि प्रमा अस्ति यश्च आधार आधेययोः सम्बन्धः तत्र ज्ञानीय संसर्गता भवेत् सा प्रमा आधार आधेयसम्बन्धः तत् समवायसम्बन्धः तदपि तत् संसर्गता इति उच्यते सा तु प्रमा अस्ति विषयम् एनं चित्रात् तावत्पर्यन्तमेव भगिनि इत्युक्ते वस्तुषु विद्यमानं विद्यमाना अधिकरणता वस्तुषु विद्यमाना आधेयता अधिकरणम् आदेययोः सम्बन्धः एतत् सर्वं स्वभावतया विद्यन्ते तान् अनुसृत्य वा तान् आदाय यत् ज्ञानम् उदेति तदा विषयता भवति खलु यथा ज्ञानम् उदेति विषयता अस्ति वस्तुषु तर्हि प्रकारता वा अधिकारता वा विशेष्यता यदा भवन्ति तदा क्रमा भवति रामप्रिया भगिनी अस्ति वा आं भगिनि क्षम्यतां मध्ये कट् अभवत् न चिन्ता मास्तु इदानीम् इदं रजतम् इति उदाहरणं स्वीकृत्य चित्रमपि किञ्चित् विवृणोतु भगिनि इदं रजतम् इति ज्ञानम् आत्मनि उदेति अत्र यदा रजतत्वम् इति आरभ्य वदामि वा भगिनि आदयता आरभ्य वा यत्किमपि भवतु स्वभावतः आदेयता रजतत्वे अस्ति रजतत्वनिष्ठप्रकारता निरूपित सम्बन्धतः समवाये अस्ति समवायनिष्ठसंसर्गता निरूपित आधारता रजते अस्ति रजतनिष्ठविशेष्यतानिरूपितज्ञानं यथार्थज्ञानम् समीचीनम् इतोपि किञ्चित् वदतु इत्युक्ते ज्ञानम् अस्ति चेत् आधेयता सम्बद्धता आधारता एतत् सर्वं भवन्ति वा ज्ञानम् अस्ति चेत् कुतः उद्भवन्ति आधेयता सम्बन्धता आधारता इत्यादयः स्वभावेन उत्पन्नं भवति स्वभावेन जायते आधेयता सम्बन्धता आधारता यदा ज्ञानम् अस्ति चेदपि नास्ति चेदपि तस्य उत्पादनं भवति एव इत्युक्ते रजतम् अस्ति उदाहरणं स्वीकृत्य वदतु भगिनि इदं रजतम् इति अस्ति चेत् इदं रजतम् इति ज्ञानं खलु यदा रजतम् इति पदार्थं स्वीकुर्मः चेत् तत्र स्वभावतया तत्र रजतत्वे आधेयता अस्ति रजते आधारता अस्ति तयोः मध्ये रजतत्वयोः मध्ये समवायसम्बन्धः इति सम्बन्धः अपि अस्ति एतत् स्वभावेन अस्ति एताः स्वभावसिद्धाः परन्तु इदं रजतं यदि यदा ज्ञानं स्वीकुर्मः चेत् तत्र रजते विशेष्यता अस्ति रजतत्वे प्रकारता अस्ति रजतत्वयोः मध्ये समवायः इति सम्बन्धे संसर्गता अस्ति समीचीनं तर्हि प्रमा कदा जायते प्रमा तु ज्ञानेन जायते यथार्थज्ञानं भवति एतत् आधारीकृत्य यथार्थज्ञानं कदा उत्पद्यते इति वदतु भगिनि चित्रमादाय इत्युक्ते रजतत्वनिष्ठप्रकारतानिरूपित विशेष्य रजतनिष्ठविशेष्यतानिरूपित संसर्ग समवायनिष्ठसंसर्गता निरूपित विषयिताश्रयः यथार्थज्ञानम् बहु समीचीनं भगिनि. अस्तु पुष्पा भगिनि. आं भगिनि. हा इदानीं भवती वदतु यत् प्रमा यथा उद्भवति तदा कीदृशी विषयताः भवन्ति. प्रमा अस्ति अपि नास्ति अपि तादृश स्वभावतः सन्ति. कीदृशी रजतत्वं समवाय तु रजतं सर्वे अपि सन्ति. हा परन्तु स्वभाव कीदृशः कीदृशाः स्वभावाः इति वदतु भगिनि. अधेयता रजतत्वे अस्ति. आधारता तु रजते अस्ति. सम्बन्धता समवाये अस्ति. समीचीनं. तर्हि यदा ज्ञानम् उदेति वा यदा यथार्थज्ञानम् उदेति तदा कीदृशी वा कीदृशयः विषयताः भवन्ति. प्रकारता रजतत्वनिष्ठप्रकारता निरूपित रजतनिष्ठ विशेष्यता निरूपित समवाय निष्ठ संसर्गता निरूपित ज्ञानतः या ज्ञानः विषयिताश्रयः आश्रय आश्रयं ज्ञानम् यथार्थज्ञानम्. एकवारं वदतु. विषयिताश्रय विषयिताश्रय आश्रयं ज्ञानम् यथार्थज्ञानम्. समीचीनं भगिनि. प्रश्नाः सन्ति वा? स्पष्टं वा एतावत्पर्यन्तम्? भगिनी तत्र पुनः एकवारं वदतु, तत्र चित्रं दृष्ट्वा कदा वक्तव्यम् इति. आम् इत्युक्ते स्वभावतः इत्युक्ते पदार्थेऽस्मिन् स्वभावतया विद्यमाना आधेयता रजतत्वनिष्ठ आधेयता निरूपित रजतनिष्ठ अधिकरणता निरूपित तयोः विद्यमानसमवायसम्बन्धनिष्ठसम्बन्धता निरूपित विषयिता आश्रयं ज्ञानं यथार्थज्ञानम् तादृशी. अस्तु एकं विषयं विस्मृतवती. अस्तु स्वभावतया विद्यमाना आधेयता निरूपित विषयिता आश्रयं ज्ञानं परन्तु तत्र न पुनः विषयता प्रकारतानिरूपित पुनः स्वभावतया आधेयता सम्मतता अधिकरणता एताः उद्भवन्ति पुनः प्रकारतानिरूपित रजतत्वनिष्ठ प्रकारतानिरूपित समवायसम्बन्ध संसर्गता समवायसम्बन्धनिष्ठसंसर्गतानिरूपित रजतनिष्ठविशेषतानिरूपित विषयिताश्रयं ज्ञानं यथार्थज्ञानम् इत्युक्ते स्वभावतः आदेशः एकमेव स्वीकृत्य तत्र आधेयता अपि च प्रकारता केवलं एतयोः द्वयोः एव स्वीकृत्य किञ्चित् वाक्यं पचयतु, अन्यत् इदानीं त्यजामः. आम् अस्तु. ओ स्वभाव ज्ञानयोः सम्बन्धः वा? नास्ति, तत्र स्वभावतः आदेयता अस्ति, ज्ञाने प्रकारता अस्ति. अत्र स्वभावतः आदेयता रजतत्वे अस्ति, ज्ञानस्य प्रकारता रजतत्वे अस्ति इति तयोः मध्ये निरूप्यनिरूपकभावः एकस्मिन् वाक्ये भवति चेत् कीदृशं भवति इति अहं मन्ये मयि तावत् स्पष्टता नास्ति. आदेयतां स्वभावतः आदेयताम् अनुसृत्य रजतत्वनिष्ठप्रकारतानिरूपिता विषयता विषयिता पुनः स्वभावतः सम्बन्धता किं किम् उक्तवती सम्बन्धताम् अनुसृत्य समवायसम्बन्धनिष्ठसंसर्गतानिरूपितविषयिता पुनः स्वभावतः अधिकरणताम् अनुसृत्य रजतनिष्ठविशेषतानिरूपितविषयिता तेषाम् आश्रयं यथार्थज्ञानम्. स्पष्टं वा? इत्युक्ते आधेयताम् स्वभावतः या आधेयता भवति ताम् अनुसृत्य प्रकारता भवति यथा ज्ञानम् उदेति. पुनः स्वभावतः या सम्बन्धता भवति ताम् अनुसृत्य संसर्गता उदेति यथा यथार्थज्ञानम् उदेति तथैव अधिकरणता. तद् अवगच्छामि भगिनि, किन्तु वाक्यशैली कीदृशं भवति इत्येव इदानीमपि किञ्चित् भ्रमः. अहं चिन्तयामि, पश्यतु, यत्र हि स्वभावसिद्ध अधिकरणता तत्र ज्ञाननिरूपितविशेष्यता भवेत् इति, तदेव चित्रमपि प्रदर्शयति. यत्र यत्र यथार्थज्ञानम् उदेति तदा प्रकारता आदेयताम् अनुसृत्य भवति, परन्तु निरूपणं निरूपयति इति भाषाम् उपयुज्य स्वभावं कथम् उपयुज्यामहे इति न जानामि महोदय. अखिला भगिनी, किन्तु चित्रे मिलित्वा एव दत्तमस्ति किल? आम् मिलित्वा दत्तमस्ति, परन्तु स्वभावं प्रकारता न निरूपयति खलु, केवलम् आदेशम् प्रयत्नं करोतु भगिनि. स्वभावतया विद्यमान आधेयता निरूपित रजतत्वं रजतत्वनिष्ठप्रकारतानिरूपक ज्ञानम् इति does it make sense? नास्ति भगिनि, किमर्थम् इत्युक्ते तत्र शरः शरः स्वभावतः अपि च ज्ञानतः अन्ततो गत्वा रजतत्वे आगच्छति इति कृत्वा यथा भगिन्या उक्तं तादृशं न भवति इति भाति. अन्ततो गत्वा रजतत्वे सर्वं परिअवसितं भवेत्. आधेयतानिरूपितरजतत्वनिरूपितप्रकारतानिरूपकः ज्ञानम्. अत्र भगिनी रजतत्वनिष्ठ आधेयता खलु? आम् रजतत्वनिष्ठ आधेयता. आम् परन्तु आधेयता प्रकारतां निरूपयति वा अधेयता अस्तु अधेयता निष्ठ नो किन्तु यदि यदि आधेयता षष्टमपृष्ठः पश्यामः चेत् तत्र अधिकरणता अधेयता तयोः मध्ये निरूपित इति अस्ति केवलं केवलम् आधार आदेय अस्ति चेत् तदा वक्तुं शक्नुमः तयोः मध्ये निरूप्य निरूपणभावः अस्ति इति खलु इदानीं ज्ञानस्य प्रवेशनमपि भवति खलु भवान् प्रयत्नं करोति वा शुकमन महोदय न भगिनी अहं प्रयत्नं कृतवान् सम्यक् न निर्मितम् अतः एव पृष्टवान् इदानीं मम चिन्तनम् अस्ति यत् रजतत्वे रजतत्वनिष्ठ आदेयत अपरस्मिन् पक्षे रजतत्वनिष्ठप्रकारता परन्तु तयोः मध्ये आधेयता प्रकारता मध्ये निरूप्य निरूपणभावः नास्ति इति मन्ये आधेयताम् अनुसृत्य प्रकारता भवति खलु यत्र स्वभावः अस्ति स्वभावम् अनुसृत्य स्वभावम् आदाय विषयता भवति खलु तादृशी विषयता विषयितां निरूपयति निरूपकभावः विषयिता विषयता मध्ये अस्ति तयोः मध्ये एव अस्ति खलु चिन्तयामि भगिनि इतोपि किञ्चित् चिन्तनीयम् इत्युक्ते आदेयता प्रथमस्तम्भे सर्वे स्वभावाः खलु स्वभावपदार्थाः मध्ये यः स्तम्भः अस्ति रजतत्वं समवायः रजतम् एकं तु आदेयः उपरि मध्ये सम्बन्धः अधः आदेयः तं तान् अनुसृत्य तान् आदाय प्रकारता संसर्गता विशेषता इति विषयताः भवन्ति तर्हि एकस्मिन् पक्षे स्वभावाः अपरस्मिन् पक्षे विषयताः किन्तु आधारता विशेष्यता एकस्मिन् स्तरे एव सन्ति इत्युक्ते रजतम् इति एकः स्तरः समानाधिकरणः रजते आधारता अपि अस्ति विशेष्यता अपि अस्ति तथैव समवायः प्रमा भवति अस्ति चेदेव प्रमा भवति यत्र आधारता अस्ति तत्रैव विशेष्यता भवति चेत् यत्र सम्बन्धता अस्ति तत्रैव संसर्गता भवति चेत् यत्र आधेयता अस्ति तत्रैव प्रकारता भवति चेत् एव प्रमा भवति इति अस्तु भगिनि प्रायः चित्रं वयं अर्गे न निर्मितवन्तः यद्भवती वदति सत्यमेव अनुसृत्य इत्येव तत्र किमपि अत्र आनेतव्यम् अत्र केवलं समानाधिकरणस्य विषयः परन्तु सम्पूर्णवाक्यं नास्ति निरूपणवाक्यम् इति किमपि नास्ति अत्र अग्रे अपि परन्तु चिन्तयन्तु कृपया किं भगिनि पूर्वे अस्ति पूर्वे कुत्र कुत्र तत् तद् विषयं नास्ति तत् पूर्वे तु अधिकरणता आदेयता संसर्गता तत् सर्वे अपि अस्ति न पूर्वे ज्ञानविषय केवलं ज्ञानविषयं स्वीकुर्मश्चेत् तत्सर्वं वक्तुं शक्नुमः परन्तु इदानीं स्वभावान् अपि आदाय एतत् सर्वं मिलित्वा एकं वाक्यं कथं रचयामः इति प्रश्नः चिन्तयामः अस्तु धन्यवादः धन्यवादः धन्यवादः भगिनी, शुभरात्रिः।